नमस्कारः सर्वेषाम्। अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। अद्य नूतनपाठः तनादिगणः इति। एतावता अनदन्त अङ्गेषु वयं स्वादिगणः दृष्टवन्तः। एतद् द्वितीयमस्ति तनादिगणः इति। अत्र किञ्चित् वैशिष्ट्यमस्ति, किम् अस्ति इति पश्यामः अद्य। अस्तु, अरुणा भगिनी आरम्भं करोति वा? मम समीपे अन्यः पठतु भगिनि, मम समीपे करपत्रं अस्ति। अस्तु, राजेन्द्रमहोदय। महोदय, राजेन्द्रमहोदय, आं पठामि वा भगिनि? ओ आम् आम् आं महोदय, पठतु महोदय। अस्तु, तनादिगणः। तनादिगणे नवतिदातवः सन्ति। अत्र तेषां शारद दशदातव एव अस्तु, लघुपाठः एव दशदातवः सन्ति। इट् लुक्स् लैक् 90 इन् कन्नड। अत्र तेषां सार्वधातुकलकारणं दिगन्तरूपाणि परिशीलनीयानि। तनादिगणीयेभ्यः धातुभ्यः कर्तृत्तके सार्वधातुकप्रत्यये परे कर्तरि शप् इति सूत्रेण शप् विधीयते। तदा शपं प्रपाद्य तनादिकृभ्य उः इति सूत्रेण उ विकरणप्रत्ययः विहितः भवति। अयम् उ प्रत्ययः कीदृशः? तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ्क्षित् सार्वधातुकम् इति सूत्रेण यः प्रत्ययः धातुभ्यः विहितः अपि च तिङ्वाशित्वा अस्ति, सः सार्वधातुकप्रत्ययः। यः कोऽपि प्रत्ययः धातुभ्यः विहितः परन्तु तिङ्क्षित् नास्ति, सः प्रत्ययः आर्धातुकः, आर्धातुकं शेषः इति सूत्रेण आर्धातुकप्रत्ययः भवति। तर्हि उप्रत्ययः धातुभ्यः विहितः अपि च तिङ्क्षित् नास्ति इति कारणतः आर्धातुकप्रत्ययः अयं दशसु गणेषु तनादिगणः एकः एव गणः यस्मिन् विकरणप्रत्ययः आर्धातुकः इति। अस्तु, अत्र औत्सरिकरूपेण कर्तरिषप् इति सूत्रेण कर्तरिषप् इति विधीयते तनादिगणे धातुभ्यः अपि, परन्तु अनन्तरं तनादिभ्यः कुरु इति सूत्रेण उप्रत्ययः विहितः भवति। उ विकरणप्रत्ययः तिङ्क्षित् नास्ति, अतः यत्कोपि प्रत्ययः धातुभ्यः विहितः भवति तत्र रूपद्वयमेव अस्ति, प्रभेदद्वयमेव, आर्धातुक अपि च सार्धातुक, तिङ्क्षित् सार्धातुकम्। इदानीं तिङ्क्षित् नास्ति, अतः आर्धातुकं शेष इत्यनेन अस्य सूत्रस्य अस्य विकरणप्रत्ययस्य आर्धातुकत्वं यः एतत् विकरण एषः विकरणप्रत्ययः आर्धातुकत्वं प्राप्नोति। अतः अत्र एक एव गणः अस्ति, एक एव धातुः अस्ति, विकरणप्रत्ययः अस्ति, यस्य रूपः आर्धातुकः अस्ति इति। दशसु गणेषु दशसु गणेषु एकः एव यत्र विकरणप्रत्ययः आर्धधातुकः। येन किं भवति इति पश्यामः। अग्रे अपि पठतु महोदय। अस्तु भगिनि, अत्र अन्ये प्रत्ययाः सन्ति खलु अधिकारणप्रत्ययः, तत् भिन्नः अस्ति वा? यथा स्या स्या इति एतानि अपि विकरणप्रत्ययः दशसु गणेषु एव वदन्ति किल। दशसु गणेषु तनादिगणः तत्र उ इति विकरणप्रत्ययः, तत्तिङ्गपि नास्ति षित्तपि नास्ति, अतः आर्धधातुकं शेषः इत्यनेन आर्धधातुकः। तद् नास्ति ओ अस्तु अस्तु अस्तु सार्वधातुकलकारः इत्युक्ते लट् लोट् लङ् विधि लिङ्ग् एव तत्र एव गणचिन्तनम् अस्तु अस्तु अस्तु अस्तु तनादिभ्यः तनादिकृभ्यः उः तनादिगणे स्थितेभ्यः धातुभ्यः कृ धातुभ्यः कृ धातुश्च धातुतश्च धातुतः च उ प्रत्ययः भवति कर्तर्तके सार्वधातुकप्रत्यये परे तन् आदिः येषां तना ते तनादयः बहुव्रीहिसमासः तनादि तनादयश्च कृंश्च तेषाम् इतरेतरद्वन्द्वः तनादिकृण्यः तेभ्यः तनादिकृभ्यः कृभ्यः तनादिकृभ्यः पञ्चम्यन्तम् उप्रथमान्तं द्विपदमिदं सूत्रं कर्तरि शप् इत्यस्मात् कर्तरि इत्यस्य अनुवृत्तिः सार्वधातुके यक् इत्यस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः प्रत्ययः परश्च इत्यनयोः अधिकारः धातोः अनेकाच् हलादेः क्रियासमिव्यवहारे यङ् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रमस्ति तनादिकृभ्यः धातुभ्यः उप्रत्ययः परश्च कर्तरि सार्वधातुके अत्र तनादि तनादिकृभ्यः उः इति सूत्रमस्ति यत् कत्तरिशप्रबाद्य आगच्छति विकरणप्रत्ययः अग्रे पठामि भगिनि तत्र एकवारम् अनुवृत्तिसहितसूत्रं प्रतिपादयतु महोदय अस्तु अस्तु तनादि तनादिगणेभ्यः अपि च कृ धातुतः उ प्रत्ययः भवति इति कर्तरि सार्वधातुके एव सार्वधातुके लकारे कर्तरि आमां कर्त्रार्थे सार्वधातुकप्रत्यये परे तनादिगणीयधातुः कृ धातुः उ इति प्रत्ययः विधीयते तत्र इदानीं प्रश्नः उदेति किमर्थं तत्र तनादि इति दत्तमस्ति कृ इति पुनः तनादिगणे इत्युक्ते कृ इत्यस्य अपि ग्रहणं भवति किल आम् तनादिगणे एव अस्ति परन्तु तत्र किमपि वैशिष्ट्यमस्ति येन कृ इति भिन्नरूपेण तत्र दत्तम् अस्ति किमर्थम् इति प्रश्नः तस्य एव उत्तरम् अग्रिमपरिच्छेदे अस्ति तदपि पठतु महोदय कृ धातुः तनादिगणे एव पठितः इत्यस्मात् किमर्थं पुनः उक्तं सूत्रे यत् कृ धातुतः उविकरणप्रत्ययः भवति विकरणं भवति इत्यस्मिन् प्रसङ्गे विवरणम् अपेक्षितं द्विवारं वदनेन नियमयति यत् कृ धातोः उप्रत्ययः तु भवति उप्रत्ययः तु भवति किन्तु अन्ये तनादिगणीयः विधयः कृ धातुकृते न प्रसक्ताः द्विवारं वदनेन नियमः कृतः सीमा अध्यारोपिता यत् उप्रत्ययस्य एव विधानम् एतदर्थमेव तनादिगणे स्थापितः अन्ये तनादिगणीयविधयः कृद्धातुतः न भवन्ति अस्तु अत्र कृधातु तनादिगणे यद्यपि अस्ति पुनः सूत्रे किमर्थं दत्तमस्ति इति चेत् केवलं विकरणप्रत्ययस्य विषये तस्य प्रसक्तिः अस्ति उ एव परन्तु अन्ये नियमाः उक्ताः तनादिगणीयधातोः विषये क्रीधातोः विषये तत् तेषां प्रसक्तिः न भवति इति इत्यतः तनादिभ्यः तनादिकृभ्यः उः इति दत्तमस्ति इति महोदय लिखितमस्ति समीचीनं तदेव तत्र एकः नियमरूपेण दत्तमस्ति तत्र केवलं विकरणप्रत्ययस्य विधानार्थं कृ धातुः उ एव विकरणप्रत्ययः भवतु इति कारणेन तत्र स्पष्टीकरणार्थं कृभ्यः उः इति तत्र स्थापितमस्ति परन्तु अन्यनियमाः तत्र न आगच्छति तद् वयं पश्यामः अस्मिन् पाठे एव किमर्थं कुत्र भेदः प्रवर्तते इति पश्यामः भगिनी प्रश्नः अस्ति अत्र पत्रे द्विवारं वदनेन नियमः कृतः, सीमा अध्यारोपिता यत् उप्रत्ययस्य एव विधानम्। एतत् अहं न अवगतं भगिनि। तत्र सूत्रे तनादिकृभ्यः उः इति दत्तमस्ति, तत्र तनादि इति गणस्य नाम, तन् आदि तनादि, अनन्तरं कृ इति धातोः दुक्रं करणे कृ धातुः, तत्र पुनः उक्तम् अस्ति द्विवारं। यदा वयं पूर्वं दृष्टवन्तः भुवादिगणः वा भवतु स्वादिगणः वा भवतु, भुवादिः स्वादिः तन् क्रयादिः रुदादिः तावदेव अस्ति, तत्र धातुः पुनः एकवारं तत् कुत्रापि न उक्तमस्ति अन्येषु गणेषु, परन्तु अस्मिन् गणे एव द्विवारं तनादि इति तन् आदि, अनन्तरं कृ इति धातुः उक्तमस्ति, तदेव द्विवारं वदनेन नियमः कृतः। यद् द्विवारम् उक्तवन्तः तेन किं कृतः? नियमः कृतः। कः नियमः इत्युक्ते तत्र उप्रत्ययस्य एव विधानं। नियमः कृतः इत्युक्ते सीमा आरोपिता, तादृशं बौण्ड्रि स्थापितम् अस्ति, तत्र कृ धातुः उकारः एव तस्य विकरणप्रत्ययः भवतु, अन्यत् किमपि नास्ति इति स्पष्टीकरणार्थं तत्र कृ इति पुनः उक्तमस्ति। अवगतम्। नियमः कृतः अर्थः सीमा अध्यारोपिता, तावदेव तावदेव। धन्यवादः। तत्र सूत्रेषु साधारणतया पुनरुक्तिदोषः इति केचन कश्चन नियमः अस्ति, यदा वयं द्विवारं अतः तस्य निवारणं सर्वत्र करणीयं, यत्र यत्र तत्र प्रश्नः आगच्छति पुनरुक्तिदोषः अस्ति वा इति परिशीलनीयम्। अत्र तस्य समाधानमेव अस्ति, पुनरुक्तिदोषः किमपि नास्ति, तत्र उ इति विकरणप्रत्ययस्य ग्रहणार्थमेव तत्र द्विवारम् उक्तम् इति। अन्यप्रश्नः अस्ति, एतद् अर्थमेव तनादिगणे स्थापितः, अन्ये तनादिगणीयविधयः, अर्थं किं भगिनि? अन्ये तनादिगणे विधयः इत्युक्ते बहुवचने अस्ति, विधिः इत्यस्य बहुवचनं विधयः। तनादिगणे अन्ये ये ये विधयः सन्ति, विधिः यः विधिः सन्ति, विधि नियमः इति स्वीकरोतु, अन्ये नियमाः यानि ये सन्ति तद् कृधातुः कृधातुतः न भवन्ति, तस्य प्रसक्तिः कृधातुतः नास्ति। धन्यवादः। समीचीनं, भवती एव पठति वा अग्रे? आं भगिनि। विकरणप्रत्ययः आदुधातुकः लकारः सार्वधातुकः इत्यनेन समस्या वा? विकरणप्रत्ययस्य आदुधातुकत्वात् तनादिगणीयेषु तिङन्तरूपेषु कीदृशः प्रभावः इति काचन प्रमुखा जिज्ञासा। अत्र अस्माकं विषयः सार्वधातुकलकारः लट् लोट् लङ् विधिलिङ्, यत्र विकरणप्रत्ययः आर्धधातुकः तत्र लकारः कथं वा सार्वधातुकः भवेत्? यथा प्रत्ययः तया लकार तथा लकारः किल? अयं सामान्यप्रश्नः जनानां। वस्तुतः विकरणप्रत्ययः कीदृश अपि भवतु, नाम लकारः सार्वधातुको वा आर्धधातुको वा इति प्रश्नः च विकरणप्रत्ययस्य स्वभावः च, अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः। विकरणप्रत्यय वयं पूर्वं पठितवन्तः, विकरणप्रत्यये सर्वे सार्वधातुक प्रत्ययः, परन्तु तनादिगणे विकरणप्रत्यय आर्धधातुक प्रत्यय लकार सार्वधातुकः अस्ति अत्र सन्देहमस्ति, समस्या अस्ति वा न वा इति विवरणं दत्तं. उविकरणप्रत्ययस्य आर्धधातुकत्वात् स्थनादिगणेषु तिङन्तरूपेषु कीदृशप्रभावः इति प्रमुख जिज्ञासा भवति. अत्र अस्माकं विषयः सार्वधातुकलकारः लोट् लङ् लङ् त्रिदिलिङ् त्रिलिङ् त्रिलकाराः सार्वधातुकलकाराः चत्वारः लकाराः सार्वधातुकलकाराः विकरणप्रति आर्धधातुक वा आर्धधातुकलकार अपि चेत् कार्यं कथं भवति इति प्रश्न उदेति. यदा प्रत्ययः यत् तथा लकारः क्षम्यतां भगिनि, लेट् मी रीड् वन् मोर्. वस्तुतः विकरणप्रत्ययः कीदृशी अपि भवतु, नाम लकारसार्वधातुक वा आर्धधातुक एव इति मुख्यप्रश्नः. विकरणप्रत्ययस्वभावः च अनयोः द्वयोः वार्तयोः न कोऽपि सम्पर्कः न भ्रम भवति. धातुः विकरणप्रत्यय आर्धधातुक अपि चेत् लकार सार्वधातुकलकार अस्ति चेत् कार्यं सामान्यमेव भवति. अत्र कोऽपि भेदः बाधः नास्ति. समीचीनं, तत्र कोऽपि बाधा न भवति. लकारः सार्वधातुकः लट् लोट् लङ् विधिलिङ् इति अस्माकं लकारः पुरतः अस्ति, तत्तु सार्वधातुकः. इदानीं तनादिगणे विशेषरूपेण आर्धधातुकविकरणप्रत्ययः विधीयते. तनादि कृङ्भः उः इति सूत्रेण ऊ इति विकरणप्रत्ययः विधीयते, यस्य स्वभावः आर्धधातुकः. इदानीं प्रश्नः, किं त्वयोः मध्ये कोऽपि बाधा भवति वा? आर्धधातुकप्रत्ययः सार्वधातुकलकारः कार्यं कथं भवति? तत्र प्रश्नस्य उत्तरमेवमस्ति, तत्र कापि बाधा न भवति. किमर्थम् इत्युक्ते द्वयोः सम्बन्धः नास्ति. लकारः भिन्नविषयः, विकरणप्रत्ययः भिन्नविषयः, अतः तयोः मध्ये कोऽपि सम्बन्धः नास्ति इत्येव उत्तरमस्ति समस्यायाः निवारणम्. अस्तु, अग्रे पठतु भगिनि. भगिनी अस्ति वा? क्षम्यतां भगिनि, म्यूट् मध्ये. तर्हि सार्वधातुकलकारः नाम कः? यत्र तिङन्तपदस्य निर्माणक्रमे प्रक्रियायां धातुना कर्तृक सार्वधातुकप्रत्ययः साक्षात् दृश्यते, साक्षात् पुरतः तत्र कर्तरि शप् इति सूत्रेण शप् विधीयते. यत्र कर्तरि शप् इत्यस्य प्रसक्तिः, तत्र सार्वधातुकलकारः इत्युच्यते. विवरणं दत्तं सार्वधातुकलकार नाम किम्, अर्थं किम्? अर्थम् अस्ति यत्र तिङन्तपदस्य निर्माणक्रमे प्रक्रियायां धातुतः कर्तृक सार्वधातुकप्रत्यय परतः साक्षात् पदतः दृश्यते, तत्र कर्तरि शप् इति सूत्रेण शप् विधीयते. शप् प्रत्यय परन्तु अन्यगण विविधगणेषु विकरणप्रत्यय शप् कर्तरि शप् बाधितः दिवादिभ्यशन् इति अन्य विकरणप्रत्यय आगच्छति. यत्र कर्तरि शप् इति प्रसक्तिः अस्ति, तत् प्रक्रिया तत् लकारात् सार्वधातुकलकार इति उच्यते. तद् बहु मुख्यबिन्दुः अस्ति. यत्र कर्तरीषप् इत्यस्य प्रसक्तिः, तत्र सार्वधातुकलकारः इति वदामः. यत्र कर्तरीषप् इत्यस्य प्रसक्तिः नास्ति, तत्र सार्वधातुकलकारः नास्ति तदपि मनसि भवेत्, अग्रे आगच्छति पुनः, परन्तु कर्तरीषप् यत्र कुत्र कर्तरीषप् इत्यस्य प्रसक्तिः इत्युक्ते कर्त्रार्थे सार्वधातुकप्रत्यये परे एव कर्तरीषप् इत्यस्य प्रसक्तिः, कर्तरीषप् इत्यस्य प्रसक्तिः इति कारणेन लकारस्य नाम सार्वधातुकलकाराः. बिन्दुद्वयम् अस्ति तत्र. कर्तरीषप् किं वदति भगिनि, पठतु. कर्तरीषप् किं वदति, कर्तृके सार्वधातुकप्रत्यये परे धातुतः शप् विहितः भवति, यथा भूयोगः अति कर्तरि शप् सूत्रेण भूयोगः शप् योगः अति. अत्र भूधातुः साक्षात् ति प्रत्ययं पश्यति, ति सार्वधातुकः अस्ति, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. अपरेषु गणेषु शपं प्रभाद्य अन्यैः सूत्रैः अन्ये विकरणप्रत्यया विहिताः, तेषु गणेषु अपि धातोः अग्रे सार्वधातुक तिङ् प्रत्ययः साक्षात् दृश्यते चेदेव तत् गणस्य विकरणप्रत्ययः विधीयते. भवादौ शप् दिवादौ शन् तुदादौ श तनादौ उ गणमनुसृत्य धातोः अग्रे सार्वधातुक तिङ् प्रत्ययः साक्षात् दृश्यते चेत् विकरणं विधीयते. कर्तृषप् किं किमर्थं वर्तते इति प्रश्नम् उदेति, उत्तरं कर्तर्तिके सार्वधातुकप्रत्यये परे धातुतः परे शप् विहितः भवति सर्वदा. उदाहरणं यदा भूयोगः ति प्रथमं सार्वधातुकप्रत्ययति अस्ति, कर्तरि शप् इति सूत्रेण शप् विकरणप्रत्यय भूयोगः शप् योगति भवति, अत्र भूधातुः साक्षात् तिप्रत्ययं पश्यति, अतः कर्तरि शप् इति सूत्रस्य प्रसक्तिः भवति. अपरेषु गणेषु शपं प्रबाद्य अन्यैः सूत्रैः अन्ये विकरणप्रत्यय विहिताः, ते अत्रापि तेषु गणेषु अपि धातोः अग्रे सार्वधातुक तिङ् प्रत्ययः साक्षात् दृश्यते, तदनन्तरं तत्तद् गुण विकरणप्रत्ययः विधीयते. भगवादौ शप् दिवादौ शन् तुदादौ श तनादौ उ गण अनुसृत्य धातोः अग्रे सार्वधातुक तिङ् प्रत्ययः साक्षात् दृश्यते, तदनन्तरं विकरण विधीयते. पूर्वं पठितवन्तः कर्तरि शप् इति कर्तते एव आगच्छति, सार्वधातुकप्रत्यय परे एव अपि आगच्छति. गण भिन्नभिन्नगणेषु भिन्नभिन्नविकरणप्रत्यय कर्तरि शप् प्रबाद्य द्विवादिगणे शन् तुदादौ श तनादौ ओति इति विकरणप्रत्यय सार्वधातुकतिङ्प्रत्यय अस्ति चेत् आगच्छति. समीचीनम्, उत्तमं. भगिनि, ति सार्वधातुकः अस्ति इति कथं जानीमः? तिंशित् सार्वधातुकम् इति सूत्रम् अस्ति, सूत्रेण ति इति. समीचीनम्, उत्तमम् उत्तमम्. येन तिङ् इति विधीयते. समीचीनं भगिनि, उत्तमं, धन्यवादः. राजेन्द्रमहोदय इदानीम् अस्ति वा? विजया भगिनी अस्ति वा? अस्ति अस्ति वा महोदय, पठतु महोदय. भवादो भू योगति दिवादो नश् योगति तुदादो लिख् योगति यदा सार्वधातुक तिङ् साक्षात् दृश्यते तदा विकरणं विधीयते. महोदय महोदय न श्रूयते. कनेक्षन् नास्ति नास्ति, कनेक्षन् भग्ना जाता. ओ एवं वा, अस्तु अस्तु अस्तु. विजया भगिनी अस्ति चेत् पठतु भगिनि. नमस्कारः भगिनि. अत्र भुआदौ भूयोगः ति, दिवादौ नश् योगः ति, तुदादौ लिक् योगः ति. यदा यदा यदा सार्वधातुक तिङ् साक्षात् दृश्यते तदा तदा विकर्णं विधीयते. अतः सार्वधातुकलकारः लकाराः लट् लोट् लङ् दिदिलिङ्ग् इत्येषु चतुर्षु लकारेषु एवं रीत्या धातु तिङ्प्रत्ययोः मध्ये विकर्णप्रत्ययोः विहितः विकर्णप्रत्ययः विहितः. तत्र विकर्णभेदात् गणभेदः. अतः येषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत् स च धातुः कस्मिन् गणे अस्ति इति अवश्यं बोध्यम्. भूवादौ भूयोगवती अनन्तरं दिवादौ नश् योगवती, तुदादौ लिक् योगवती, भवति नश्यति लिखति इति तत्र रूपं निष्पन्नम् अन्तिमरूपं. सार्वधातुकतिङ् साक्षात् दृश्यते तदा विकर्णं विधीयते. अतः सार्वधातुकलकारः इति अस्ति. तत्र लट् लोट् लङ् विधिलिङ्ग् इत्येषु चतुर्षु लकारेषु एव रीत्या धातुः तिङ्प्रत्ययोः मध्ये तत्र कर्तरिषप् इति विकर्णप्रत्ययं विहितः. अनन्तरं तत्र विकर्णप्रत्ययभेदात् एव तत्र गणभेदः भवति. अतः येषु चतुर्षु लकारेषु कस्यचित् धातोः तिङन्तरूपं ज्ञेयं चेत् चतुर्षु लकारेषु इत्युक्ते तत्र लट् लोट् लङ् विधिलिङ्ग् मध्ये कस्यचित् धातोः तिङन्तरूपं ज्ञेयं जानाति चेत् स तु धातुः कस्मिन् गणे अस्ति इति तत्र एव. अहं तु आसं, परन्तु तत् मम भग्नं जातं, तत् कनेक्षन् न ज्ञातवान्, इदानीमेव ज्ञातवान्. ओ एवं वा, अस्तु. आम् आम्, पूर्वं पठितवान्. अस्तु अस्तु महोदय, नास्ति चिन्ता. अनन्तरं एफ् सि सि, आम् एफ् सि सि मध्ये बहु क्लेशः गतसप्ताहात् आरभ्य भवति महोदय, किमर्थं न जाने. अस्तु आम् महोदय, आं भगिनी समापयतु भगिनि ज्ञेयं. तत्र सः च धातुः कस्मिन् गणे अस्ति इति अनन्तरमेव वयं जानीमः. अस्तु, अतः लट् लोट् लङ् विधिलिङ् कस्यचित् अपि धातुः स्वीकरोतु, तत्र वयम् अस्माकं विवक्षा अस्ति अथवा ज्ञातुम् इच्छामः, जिज्ञासा अस्ति तिङन्तरूपं किम् इति ज्ञातुम् इच्छामः चेत् तत्र कस्मिन् गणे धातुः अस्ति इति अवश्यं वयं धातुगणः ज्ञेयः, तत्र कस्मिन् गणे अस्ति इति अवश्यं जानीमः चेदेव रूपसाधनं भवति. यदा प्रथमस्तरे कृतवन्तः रटनात्, इदानीं वयं द्विसहस्रदातवः सन्ति किल, तस्य रूपाणि साधयितुम् इच्छामः चेत् लट् लोट् लङ् विधिलिङ् मध्ये तत्र गणभेदस्य ज्ञानम् आवश्यकम् इत्येव वदति. तावदेव तत्र. अग्रे अपि पठतु भगिनि. आर्धधातुकलकारेषु गणस्य ज्ञानं न अपेक्षितं, यतः मध्ये विकर्णप्रत्ययः न विहितः. विकर्णप्रत्ययः न विहितः यतोहि धातोः साक्षात् परं सार्वधातुकतिङ्प्रत्ययः नास्ति. यथा ऋटि सिद्धतिङ्प्रत्ययः अस्ति स्यति, भूयोगः स्यति इति स्थितिः. स्यति आर्धधातुकः, न तु सार्वधातुकः. अत्र भूधातुः सार्वधातुकः. अत्र भूधातुः सार्वधातुक ति प्रत्ययं द्रष्टुं न शक्नोति, यतः स्य मध्ये अस्ति. सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति, अतः कर्तरि शप् इति अस्य प्रसक्तिः अपि तत्र नास्ति. आर्धधातुकलकारेषु तत्र आर्धधातुकलकारेषु तत्र कर्तरि शप् न विद्यते. गुणस्य ज्ञानं न अपेक्षितमपि. किमर्थं चेत् तत्र मध्ये एव विकर्णप्रत्ययः न विहितः. विकर्णप्रत्ययः न विहितः यत् किमर्थं चेत् तत्र धातोः साक्षात् परं सार्वधातुक तिङ्प्रत्ययः नास्ति एव. अतः एव अनन्तरं लिटि सिद्धतिङ्प्रत्ययः अस्ति, स्यति, तास्यति, बास् पास्यति. एतत् वयं पूर्वमेव दृष्टवन्तः. लिटि सिद्धतिङ्प्रत्ययः अस्ति, स्यति. भूयोगः स्यति इत्युक्ते तत्र लिट् रूपं न आवश्यकं भगिनि, रूपम् इदानीं मास्तु, अग्रे पठतु. भूयोगः स्यति इत्युक्ते तत्र लिट् स्थितिः अस्ति. अत्र स्यति अर्धधातुकः, न तु सार्वधातुकः. स्यति अस्ति, अतः एतत् लिट् अर्धधातुकः एव, न तु सार्वधातुकः. भूधातुः सार्वधातुक तीप्रत्यय द्रष्टुं न शक्नोति, यतः तत्र स्य इति मध्ये अस्ति. अतः स्य इति प्रत्ययमेव, तत्र स्य मध्ये अस्ति, अतः तत्र तीप्रत्ययं द्रष्टुं न शक्नुमः. सार्वधातुकप्रत्ययः साक्षात् पुरतः नास्ति, अतः कर्तरि शप् इत्यस्य प्रसक्तिः अपि अत्र नास्ति. गणभेदः अपि नास्ति तत्र. समीचीनं. अर्धधातुकलकारेषु गणभेदः नास्ति. किमर्थम् इत्युक्ते लकार विकरणप्रत्ययः इति वदामः यदा लृट् इति अस्माकं विवक्षा अस्ति चेत् झटिति स्या इति अपि प्रत्ययः आगच्छति. स्यति, भूयोगः स्यति इत्येव विधीयते प्रथममेव. अतः तत्र साक्षात् भू ति इति तिङ् प्रत्ययः न दृश्यते. किमर्थम् इत्युक्ते स्य इति मध्ये लकारनिमित्तिकविकरणप्रत्ययः अस्ति तत्र. अतः तत्र अस्माकं गणभेदः नास्ति, कर्तरि शप् न विधीयते अत्र. यद्यपि तद् सार्वधातुकः, क्षम्यतां, कर्त्रार्थकः अस्ति चेदपि तत्र कर्तरि शप् इत्यनेन शप् न विधीयते. किमर्थम् इत्युक्ते भू ति साक्षात् न पश्यति. साक्षात् धातुना तिङ् प्रत्ययः न दृश्यते, अतः कर्तरि शप् तत्र न विधीयते आर्धधातुकलकारेषु. तत्र गणभेदः नास्ति. समीचीनम्. अग्रिममपि पठतु भगिनि, सारांशः अयम्. सारांशः अयं, कर्तरि शप् तदा कार्यं करोति यदा धातोः साक्षात् पुरतः सार्वधातुकः प्रत्ययः अस्ति. धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति न वा इति प्रश्नः. विकर्णप्रत्ययस्य स्वभावः कः इति प्रश्नः. अनयोः प्रश्नयोः न कोऽपि सम्बन्धः. विकर्णप्रत्ययः आयाति चेत् अनन्तरम् एव आयाति. अतः अनेन स्पष्टं यत् लकारः कीदृशः अपि च विकर्णप्रत्ययः कीदृशः, अनयोः न कोऽपि सम्बन्धः. तत्र सारांशः किम् अस्ति चेत् तत्र कर्तरि शप् अस्ति चेत् तत्र सार्वधातुकलकारः तिङ्गप्रत्ययम् इति योजनेन तत्र आगच्छति. कार्यं करोति किमर्थं चेत् तत्र धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति. अतः एव धातोः साक्षात् पुरतः सार्वधातुकप्रत्ययः अस्ति वा न इति प्रश्नः तत्र. विकर्णप्रत्ययस्य स्वभावः कः इति प्रश्नः. अनयोगप्रश्नयोः न कोऽपि सम्बन्धः. तत्र सार्वधातुकप्रत्ययः साक्षात् पुरतः अस्ति इति वा तत्र विकरणप्रत्ययस्य स्वभावः तत्र किम् अस्ति? अनन्तरम् अनयोः सार्वधातुकलकार सार्वधातुकप्रत्ययः अनन्तरं विकरणप्रत्ययः अनयोः मध्ये कोऽपि सम्बन्धः नास्ति. अत्र विकरणप्रत्ययः आयाति चेत् अनन्तरमेव आयाति तत्र. अनेन स्पष्टं यत् लकारः कीदृशः अपि लकारस्य मध्ये तिङ् प्रत्ययम् आयाति वा, अनन्तरं स्यति इति आगच्छति वा, एतत् अपि विकरणप्रत्ययः कीदृशः अनयोः न कोऽपि तत्र सम्बन्धः नास्ति. धातुतः तिङ् प्रत्ययं विधीयते चेत् एव तत्र कर्तरिषप आगच्छति. एतत् तत्र अनयो द्वयोः मध्ये तत्र कोऽपि सम्बन्धः नास्ति इति तत्र दत्तं. तर्हि ऊ विकरणप्रत्ययः आर्धधातुकः अपि च अस्माकं चत्वारः लकाराः सार्वधातुकाः. अत्र न कोऽपि सङ्कर्षः, न कोऽपि क्लेशः. एतत् चतुर्षु लकारेषु लट् लोट् लङ् विधिलिङ्ग् मध्ये किमपि अस्ति कर्तरिषप् इति तत्र एतानि लकाराः एव सार्वधातुकाः. एतत् मध्ये किमपि क्लेशः नास्ति इति तावदेव. समीचीनम्. अतः विकरणप्रत्ययस्य स्वभावेन लकारस्य स्वभावः न निर्णीयते. विकरणप्रत्ययस्य स्वभावः लकारस्य स्वभावः स्वभावयोः कोऽपि सम्बन्धः नास्ति. विकरणप्रत्ययः कर्त्रार्थे सार्वधातुकप्रत्यये परे अस्ति चेत् कर्तरी शप् इति विधीयते एव. लकारः साक्षात् दृश्यते चेत् कर्तरी शप् विधीयते, न दृश्यते चेत् वयं स्या यदा लृटि दृष्टवन्तः तादृशं कार्यं भवति. प्रश्नः अस्ति वा? राजेन्द्रमहोदय पठति वा? आं भगिनि, अत्र अस्मि. इदानीं चिन्तयामि, इदानीं किमपि न भग्नं भवति. उविकरणप्रत्ययस्य आर्धधातुत्वात् कीदृशी प्रभावः धातोः गुणकार्ये आर्धधातुप्रत्ययः निमित्तं भवति वा? यत्र प्रत्ययः आर्धधातुकः तत्र सार्वधातुक आर्धधातुकयोः पुगन्धलुपुबुधस्य च इत्यनयोः सूत्रयोः प्रसक्तिः वा अस्ति एव. सार्वधातुक प्रत्ययोः वा आर्धधातुकप्रत्ययो वा द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव. अधुना सार्वधातुकप्रत्ययः अपि चेत् तर्हि तेन गुणकार्यं निषिद्धं सार्वधातुकम् अपि किन्नति च इत्याभ्यां सूत्राभ्यां सार्वधातुकस्य अपित्वात् एव गुणनिषेधः. स आर्धधातुकस्य अपित्वात् न किमपि महत्त्वम्. आर्धधातुकप्रत्ययः कित् वा नित् वा चेत् तर्हि गुणकार्यं निषिद्धं किन्नति च इत्यनेन. उप्रत्ययः आर्धधातुकः, स च उप्रत्ययः कित् अपि न नित् अपि न. अतः गुणप्रसङ्गः भवति चेत् तर्हि उप्रत्ययस्य गुणकार्यस्य निमित्तं भवति एव. तनादिगणे एतादृश अवसरः अस्ति, यथा क्षिन् योगु क्षेणु. अत्र उविकरणप्रत्ययः यथा तनादिगणे अस्ति, तत् तस्य कीदृशी प्रभावः अस्ति? उप्रत्ययः आर्धधातुकवात् आर्धधातुक प्रत्ययः अस्ति, तत्कारणात् तस्य कीदृशी प्रभावः धातोः अस्ति. गुणकार्ये आर्धधातुकप्रत्ययः निमित्तं भवति वा? अत्र प्रश्नः उदेति. प्रत्ययः आर्धधातुकः तथा तत्र सार्वधातुक आर्धधातुकयोः सूत्रेण अपि च पुगन्धकुपदस्य च सूत्रेण इत्यनयोः प्रसक्तिः अस्ति वा? अस्ति एव, यतोहि तत्र सार्वधातुकप्रत्ययोः वा आर्धधातुकयोः वा द्वयोः सूत्रयोः प्रसक्तिः अस्ति एव. अधुना सारधातुकप्रत्ययः अपि सारधातुकप्रत्ययः अपि भवति चेत् तत्र तत् गुण्निषेधः भवति तत् सारधातुकम् अपि सूत्रेण तत् कारणात् तत् किन्नति च नित्वद् भवति सारधातुकम् अपि नित्वद् भवति तदा तदा किन्नति च सूत्रेण तस्य गुण्निषेधः तत्र भवति सार्वधातुकस्य अपित्वात् एव गुण्निषेधः आर्धधातुकस्य अपित्वात् न किमपि महत्त्वम् आर्धधातुकप्रत्यये तत् किमपि अपित्वात् अपित्वं न भवति तत्कारणात् तस्य कोऽपि महत्त्वं न अस्ति आर्धधातुकप्रत्यय यदा कित् वा नित् अस्ति चेत् तर्हि तत्र गुणकार्यं निश्चितं भवति केनति च सूत्रेण उप्रत्ययः आर्धधातुकप्रत्ययः अस्ति उप्रत्ययः नापि न कित् अस्ति न च नित् अस्ति अथ गुणप्रसङ्गः भवति भवति चेत् तर्हि उप्रत्ययस्य गुणकार्यस्य तत् निमित्तम् अस्ति अस्ति तत् न कोऽपि गुणनिषेधः भवति तनादिगणे एतादृश अवसरः अस्ति यथा क्षिण्योग उ अत्र पुगन्धलगुप्तस्य च इकारस्य हस्तिकारस्य एकारः भवति गुणं भूत्वा तत् क्षेणु क्षेणु भवति समीचीनं तत्र निमित्तं किं महोदय तस्य क्षेणु इति कारणं क्षिण्योग उ अत्र किमस्ति उब्धायाम् इकारः अस्ति तत् परे उकारः अस्ति उकारः आर्धातुकप्रत्ययः अस्ति तत्र न कि तस्य न नित् अस्ति तत् कारणात् तत् कोऽपि गुणनिषेधः न भवति तत् कारणात् तत् इकारस्य एकारः भवति गुणः भवति क्षेणु क्षेणु भवति तत् समीचीनं समीचीनम् अतः गुणस्य अवसरः अस्ति चेत् अवश्यं भवति आर्धधातुकप्रत्ययः इति कृत्वा गुणनिषेधः इति किमपि नास्ति कित्वा ङित्वा अस्ति चेदेव गुणनिषेधः भवति आर्धधातुकप्रत्ययस्य कृते पित् अपित् इति किमपि चिन्तनं नास्ति तत्र गुणस्य अवसरः अस्ति चेत् गुणः भवति कित् अस्ति वा ङित् अस्ति चेत् गुणनिषेधः अवश्यं भवति तावदेव तत्र चिन्तनद्वयमेव तत्र पित् अपित् इति किमपि प्रत्ययस्य प्रत्ययनिमित्तीकृत्य तादृशचिन्तनं किमपि नास्ति किमपि नास्ति अस्तु महोदय अग्रे अपि सार्वधातुकलकार अहं पुनः पश्यामि अत्र सङ्गणकम् अस्ति वा अत्र इण्टर्नेट् मध्ये अस्ति वा कनेक्षन् सार्वधातुकलकारेषु दिगन्तपदस्य निर्माणार्थं त्रीणि सोपानानि सन्ति विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं तिङ्प्रत्ययः सिद्धिः तिङ्प्रत्ययः निमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं सार्वधातुकलकारेषु यथा अस्माभिः पूर्वमपि पठितं तत् त्रीणि सोपानानि सन्ति प्रथमं अस्ति विकरणप्रत्ययनिमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं अनन्तरं तिङ्प्रत्ययसिद्धिः तृतीयसोपानम् अस्ति तिङ्प्रत्ययनिमित्तकम् अङ्गकार्यं तदा अङ्गतिङ्प्रत्ययोः मेलनं मेलनम् अत्र अस्माभिः अत्र तिङ्प्रत्ययसिद्धिः तु अस्माभिः पूर्वमेव पठितमस्ति तत् कारणात् तत् प्रथमसोपानम् अस्ति द्वितीयसोपानस्य कोऽपि कार्यं नास्ति विकरणप्रत्ययस्य निमित्तकम् अङ्गकार्यं तदा धातुविकरणप्रत्ययोः मेलनं तनादिगणे दश धातवः सन्ति दृकुन् तनु क्षणु षणु मणु वणु क्षिणु ऋणु गृणु वृणु इति दश धातवः सन्ति निरनुबन्धरूपाणि इमानि दृकुन् अत्र सर्वम् इति संज्ञा भूत्वा तत् कृ एव अवशिष्यते कृ तन् क्षन् सन् मन् वन् क्षिण् ऋण् घृण् वृण् अत्र अवधेयं यत् क्रीधातोः धातुः अजन्तः अवशिष्टः नवधातवः हलन्ताः नवहलन्तधातवः सामान्यः अत्र अतः एकत्र तान् परिशीलयामः क्रीधातोः प्रक्रिया किञ्चित् भिन्ना अतः तम् अनन्तरं पश्येम हलन्तधातोः अत्र दश धातवः सन्ति तनादिगणे, नृकुन् तनु क्षणु षणु मनु वनु क्षिणु ऋणु गृणु वृणु इति तस्य निर्बन्ध निरनुबन्ध अनन्तरं तस्य रूपं भवति कृ तन् क्षन् सन् मन् वन् क्षिन् ऋण् गृण् वृण्। अत्र क्रीधातुः अजादि अस्ति, अजन्त अस्ति, अजन्त अस्ति, क्षमता अजन्त अस्ति, परन्तु सर्वे अवशिष्य नव धातवः ते हलन्तदातवः सन्ति। तत् नव हलन्तदातवः सामान्याः, अतः एकत्र तान् परिशील्यामः। क्रीधातोः कृते किञ्चित् विशेषप्रक्रिया भवति, तत् अनन्तरं पश्येम। यथा अस्माभिः पूर्वमपि पठितं क्रीधातोः तथैव तत् क्रीधातोः तनादि तनादिकृण्भ्यः ऊः तत् उक्तम् आसीत्। तत् कोऽपि किञ्चित् अध्यारोपिते तत् तत् हलन्तधातोः उब्दायां लघु इक् अस्ति चेत् तर्हि पुगन्धकुप्पदस्य इत्यनेन गुणकार्यं भवति। वयं पश्यामः अत्र कानिचन धातवानि सन्ति, धातवः सन्ति यस्य उब्दायां एकवर्णः अस्ति अस्ति, तत्कारणात् तत्र पुगन्धलोकुपदस्य च सूत्रेण गुणकार्यं भवति। नव हलन्तदातवः सन्ति, तेषु पञ्च अद् उपदधातवः उपदधातवः तत् अकारः एव उब्दायाम् अकारः अस्ति एव अकारः एव अस्ति, यत्र उब्दायाम् अकारः अस्ति तत् इग अभावे गुणकार्यं न अर्हति। अतः येषां पञ्चानां धातूनां किमपि अङ्गकार्यं नास्ति, केवलं धातुविकरणप्रत्ययोः मेलनं। यथा तन् योग उ तनु, क्षण् योग उ क्षणु, सन् योग उ सनु, मन् योग उ मनु, वन् योग उ वनु वनु, तत्र अङ्गं निष्पन्नं भवति। तत्र सर्वत्र तु केवलं वर्णमेलनमेव, किमपि कार्यं नास्ति। अग्रिममपि पठतु महोदय, यत्र कार्यमस्ति नवहलन्तधातुषु। परन्तु उपादायम् अकारः अस्ति खलु भगिनि? आं, परन्तु कार्यं तु नास्ति किल भगिनि? स्पष्टं वा तत् वर्णमेलनमेव खलु? नव हलन् धातुषु चत्वारः लघु उपदधातवः, उपधायां लघु इकः येषां ते, तत्र पुगन्धलघु उपदस्य च इत्यनेन गुणकार्यं भवति। यथा क्षिन् क्षिन् अत्र हृस्विकारः अस्ति उपधाया, तत् उकारः विकरणप्रति आगत्य तत् इकारस्य गुणं भूत्वा एकारः भवति। क्षिन् योगु क्षेणु, ऋण् योग उ अर्नु अर्नु, अत्र तु ऋकारः अस्ति, ऋकारः तत्र गुणं भूत्वा अर् रेफः भवति, तदनन्तरम् उरण् रपरसूत्रेण तत्र अर् भवति, अर्णु अर्नु भवति। तथैव घृण् योग उ गर्नु, वृण् योग उ वर्णु, तत् अङ्गं निष्पन्नं भवति। अत्र एव किञ्चित् कार्यमस्ति, किमर्थम् इत्युक्ते उपदायां लघु इक् वर्णः अस्ति इति कारणेन। नव हलन्तधातुषु चत्वारः लघु इक् उपदधातवः, अतः आहत्य तत्र दशधातवः एव सन्ति। एकं तु डिक्रुं क्रूधातुः, तस्मिन् विषये अग्रे द्रक्ष्यामः। अत्र नवधातुषु चत्वारः लघु इक् उपदधातवः, पञ्च तु वयं दृष्टवन्तः अत्र किमपि अङ्गकार्यस्य विषये किमपि कार्यं नास्ति, अङ्गनिर्माणविषये केवलं वर्णमेलनमेव। समीचीनं महोदय, धन्यवादः। रघुपतिमहोदय अग्रिमं पठति वा? तिङ्सञ्ज्ञकप्रत्ययसिद्धिः अनदन्त अङ्गानां कृते तिङ्प्रत्ययसिद्धिः ज्ञाता एव। यत्र अङ्गम् अनदन्तं तत्र सर्वेषां धातूनां कृते सिद्धतिङ्प्रत्ययाः समानाः इति तु वयं जानीमः। अतः तनादिगणे अपि सिद्धतिङ्प्रत्ययः एते एव, तीतः अन्ति सी परस्मैपदं लट्लकारे तीतः अन्ति तीतः अन्ति सीतः त मी वहमः आत्मनेपदी ते आते अते से आते द्वे एवहे महे लोट्लकारे तु अथवा तात् ताम् अन्तु हि अथवा तात् तं त आनि आव आम आत्मनेपदी ताम् आताम् अताम् स्व आथां द्वं ये ऐ आवहि आमहि लङ्लकारे त् ताम् अन् स् तं त अं वा मा लङ्लकार आत्मनेपदी त आताम् अत ताः आतां द्वम् इ वहि महि विद्रिङ्लकारे यात् यातां युः याः यातं यात यां याव याम ईत् याताम् ईरम् ईथाः याताम् ईध्वम् ईय ईवहि ईमहि इति सिद्धतिङ्प्रत्ययाः सन्ति वयं पूर्वं दृष्टवन्तः अग्रे पठामि वा भगिनि आम् आम् आं महोदय अस्तु हा तिङ्प्रत्ययः निमित्तिकम् अङ्गकार्यं तदा अङ्ग तिङ्प्रत्ययोः मेलनम् अत्र तिबादीनां निमित्तं मत्वा अङ्गकार्यं क्रियते यथा तनुयो इति अङ्गं ति इति प्रत्ययः तनुयोग ति गुणः तनो योग ति सार्वत्र इत्यनेन गुणः भवति तनो योग ति इति भवति अस्मिन् सोपाने कार्यं स्वादिगणस्य सदृशं स्वादिगणे कथम् आसीत् इति स्मरन्तु धातूनां विभागद्वयम् अजन्तदातवः हलन्तदातवः च किमर्थम् एवमासीत् यतः स्वादिगणे अजन्तदातूनाम् अङ्गम् असंयोगपूर्वः पूर्वं चीनु इति हलन्तदातूनाम् अङ्गं संयोगपूर्वं शक्नु इति स्वादिगणे सर्वत्र अङ्गम् उकारान्तं किल श्नु प्रत्ययस्य कारणात् यत्र अङ्गम् उकारान्तं तत्र उकारात् प्राक् तत्र उकारात् प्राक् द्वयोः हलोः संयोगः अस्ति चेत् अङ्गं संयोगपूर्वम् इति उच्यते एकनिमिषं भवति यथा शक्योग नु इति शक्नु इति अङ्गं संयोगपूर्वं चि योग नु चिनु इति अङ्गम् असंयोगपूर्वम् इति अनेन भेदेन स्वादिगणे भागद्वयं कार्यं त्रिषु स्थलेषु भिद्यते स्म स्मरन्ति वा केषु त्रिषु स्थलेषु अजादि अपिस्सु संयोगपूर्वात् उवङ्ग् असंयोगपूर्वात् यण् वकारादि मकारादि च प्रत्ययपरे विकल्पेन असंयोगपूर्वस्य उ लोपः असंयोगपूर्वात् हि प्रत्ययस्य लोपः इति भगिनी न पठितवान् अग्रिमकक्षां पठित्वा आगच्छामि अहं न पठितवान् आसम् अस्तु अस्तु महोदय तत्र क्लू अपि स्थापितवान् सूत्रमेव प्रायः भवान् न स्मरति परन्तु महोदय तु अत्र दत्तवान् एव किल स्मरन्ति वा इति पृष्टवान् तावदेव स्थलमपि प्रदर्शितवान् कुत्र अस्ति अस्तु नास्ति चिन्ता वर्गे स्मरामः वदतु महोदय किम् अस्ति प्रथमं अत्र तनोयोग ति अस्ति एतत् तनोति इति भवति स्वादिगणीयसदृशमस्ति परन्तु स्वादिगणीये अत्र अत्र वयं भागद्वयं कृतः अस्माभिः असंयोगपूर्वम् इति संयोगपूर्वं हलन्तदातूनां संयोगपूर्वं भवति चिनु इति अस्ति हलन्तदातुः अस्ति चेत् शक्नु इति संयोगपूर्वम् अस्ति इदानीं स्वादिगणे अङ्गकार्यं तु उकारान्त श्नुप्रत्ययकारणात् यत्र अङ्गम् उकारान्तं तत्र उकारात् प्राक् हलोः संयोगः अस्ति चेत् संयोगपूर्व तद् वयं जानीमः तथा शक् यो यथा शक् योग नु इति शक्नु इति यत्र संयोगपूर्वमस्ति असंयोगपूर्वकम् अस्ति चिनु इति अनेन अनेन भेदेन भागद्वयं कार्यं त्रिषु अजादिपिस्सु अजादि अपिस्सु संयोगपूर्वात् उवङ्गादेशः भवति आम् उवङ्गादेशः भवति असंयोगपूर्वात् यण् आदेशः यण् सन्धिः भवति उवङ्ग् इति आम् वकारादि मकारादि च प्रत्ययपरे विकल्पेन असंयोगपूर्वस्य उर्लोपः असंयोगपूर्वात् हि प्रत्ययस्य लोपः हि तस्य हि प्रत्ययः लोट्लकारस्य लोट्लकारस्य मध्यमपुरुष एकवचनस्य हि प्रत्ययस्य लोपः लोपः अन्ये स्मरन्ति वा कोऽपि सूत्राणि कानि इति अचिष्णुधातु इयङ् उवङ् अस्ति एतत् सूत्रमस्ति अन्यत् तस्य बाधकसूत्रं किम् अस्ति तस्य बाधकसूत्रं सूत्रमस्ति हा अस्ति उष्णु अष्णुवोः यन् तत्र आदेशः उष्णुवोः सार्वधातुके समीचीनं द्वितीयभेदः बकारादि मकारादि प्रत्यये परे इदानीं मम स्मरणे नास्ति लोपः लोपः च अन्यतरस्यां मुवोः इति सूत्रं समीचीनं अतः रूपद्वयं किम् आगच्छति भगिनि तत्र वकार मकारयोः चिन्वन्ति मोः शक्नुवन्ति वकारादि मकारादि प्रत्यये परे विकल्पेन असंयोगपूर्वस्य लोपः उहुल् ऊ लोपः रूपं किम् आगच्छति चिन्वन्ति न राजेन्द्रमहोदय वदति वा अरुणा भगिनी अत्र किं किम् अस्ति अत्र बकारमकार यथा उत्तमपुरुषे तत् कृत्यः सन्ति तत्र एकस्मिन् पक्षे तत् उकारस्य लोपः भवति भवति तनुयोगवः तत्र तन्वः भवति उकारस्य लोपः भवति अन्यस्मिन् पक्षे तनुवः भवति समीचीनं यदा वयं स्वादिगणे पश्यामः चेत् चिनु इति धातुः रूपद्वयम् आं तत्रापि तथैव आसीत् चिन्वः चिन्वः समीचीनं तत्रापि चिन्वः चिन्वः चिन्वः चिन्वः चिन्वः खलु भगिनि चिन्वः चिन्वः न न भगिनि वकारादि मकारादि प्रत्यये परे विकल्पेन असंयोगपूर्वस्य ऊलोपः अत्र रूपद्वयं द्वयम् आगच्छति वकारादि मकारादि कुत्र प्रत्ययः भवति उत्तमपुरुषे एव भवति किल अतः चिनुवः चिन्वः चिनुमः चिन्मः चिनुमः चिन्मः अतः चिनु अग्रिमम् असंयोगपूर्वस्य अस्तु तत्र अग्रिमसूत्रं कोऽपि स्मरति वा असंयोगपूर्वात् हि प्रत्ययस्य लोपः केन सूत्रेण भवति उतश्च प्रत्ययात् असंयोगपूर्वात् इत्यनेन किं भवति इत्यनेन किं लोपः हि कुत्र अस्ति मध्यमपुरुषे एकवचने लोट्लकारे मध्यमपुरुष एकवचने हि लोपः भवति समीचीनं धन्यवादः महोदय अरुणा भगिनी अग्रिमपरिच्छेदः पठति वा आं भगिनि स्तनादिगणे स्तनादिगणे अस्माकं नवदातवः सर्वे हलन्तः एव अपि च सर्वेषाम् अङ्गम् उकारान्तं परन्तु येषु नवषु हलन्तदातुषु षण्णाम् अङ्गस्य असंयोगपूर्वं तनु छनु शनु मनु वनु छेणु नाम एतेषां षण्णानाम् अपि अङ्गे उकारान्तप्राक् हलोः संयोगः नास्ति नवसु अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वम् उर्णु घर्णु वर्णु इति. येषां त्रयाणाम् अङ्गे उकारात् प्राक् व्यञ्जनयोः संयोगः अस्ति. अनेन संयोग असंयोगभेदेन तनादिगणे यथा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म. अत्र तनादिगणे स्थलद्वये कार्यं भिद्यते. वकारादि मकारादि च प्रत्यपरे विकल्पेन असंयोगपूर्वस्य उलोपः असंयोगपूर्वात् हि प्रत्ययस्य लोपः तनादिगणे न भवति एव. अतः अयम् उवङ् यण् भेदः न वर्तते. तनादिगणे नवधातवः सर् हलन्तदातवः एव. अत्रापि सर् अङ्गम् उकारान्तः, परन्तु नवसु हलन्तदातुषु हलन्त षण्णाम् अङ्गम् असंयोगपूर्वम्. अत्र संयोगं नास्ति. उदा तनु छणु शनु मनु वनु छेणु नाम एतेषां षण्णाम् अपि अङ्गम् उकारन्तं प्राक् हलः संयोगः नास्ति. वयं ज्ञातवन्तः नवषु अवशिष्टानां त्रयाणां धातूनाम् अङ्गं संयोगपूर्वम् अस्ति. उदाहरणम् उर्णु गर्णु वर्णु इति. अत्र संयोगः उकारान्तपूर्वं व्यञ्जनयोः संयोगमस्ति. ततः संयोग असंयोगभेदेन तनादिगणे यदा स्वादिगणे स्थलत्रये कार्यं भिद्यते स्म. अत्र तनादिगणे स्थालद्वये कार्यं भिद्यते. अत्र स्वादिगण कथं भवति, तनादिगणभेदः किम् इति दत्तं. स्वादिगणे त्रिषु स्थलेषु भेदः कार्यं भिद्यते, भेदः वर्तते. परन्तु तनादिगणे स्थले स्थलद्वये एव कार्यं भिद्यते. कुत्र कुत्र भवति इति दत्तं. वकारादि मकारादि च प्रत्ययपरे विकल्पेन असंयोगपूर्वस्य भूलोपः. उदाहरणम् अर्णु गर्णु वर्णु इति धातूनाम् उकारलोपः भवति. ते सर्वे असंयोगपूर्वस्य धातवः अङ्गः. असंयोगपूर्वात् हि प्रत्ययस्य लोपः भवति लोट्लकारे. संयोगपूर्व संयोग असंयोगपूर्व अङ्गं किं भगिनि पुनः? क्षम्यतां, तनु छणु सनु मनु वनु समीचीनं क्षम्यताम्. असंयोगपूर्व अत्र विकल्पेन उकारलोपः भवति. तदनन्तरम् असंयोगपूर्वात् हि प्रत्ययस्य लोपः भवति लोट्लकारे मध्यम पुरुषे. तनादिगणे उवङ् न भवति एव. अतः अयम् उवङ् यन् भेदः न वर्तते. अजिष्टधातूनां सूत्राणि प्रसक्तिः अत्र नास्ति. नास्ति प्रसक्तिः नास्ति. तत् किमर्थम् इति अग्रे आगच्छति. परन्तु अत्र तनादिगणे तत्र अत्रापि असंयोगपूर्व उकारः संयोगपूर्व उकारः इति भेदद्वयमस्ति. असंयोगपूर्वम् इति तनु क्षणु आगच्छति, संयोगपूर्वम् इति अर्णु गर्णु वर्णु इति आगच्छति. परन्तु कार्यद्वयं यथा स्वादिगणवत् कार्यद्वयमेव. वकारादिमकारादि प्रत्यये परे विकल्पेन असंयोगपूर्वस्य उकारलोपः, अनन्तरं हि प्रत्ययस्य लोपः. असंयोगपूर्व पूर्वात् हि प्रत्ययस्य लोपः इति कार्यद्वयमेव भवति. उवङ् वा हूष्णुवोः सार्वधातुके इत्यनेन यण् वा तनादिगणे न विधीयते. केन कारणेन इति अग्रे आगच्छति, परन्तु न विधीयते. अग्रे पठतु भगिनि. फलितार्थः एवं तनादिगणे यत्र अङ्गं संयोगपूर्वः भवति शक्नु इव तत्र तिङ्गन्तरूपाणि स्वादिगणवत् भवन्ति. परन्तु अजाद्यपिस्तु उवङ् स्थाने यन् एव भवति. तनादिगणे यत्र अङ्गम् असंयोगपूर्वं चिनु इव तत्र तिङ्गन्तरूपाणि स्वादिगणवत् एव भवन्ति. अत्र तनादिगणे अङ्गं संयोगपूर्वः भवति, तिङ्गन्तरूपाणि स्वादिगणे एव भवति संयोगपूर्वे. अजादि परन्तु अजादि अपित्सु अत्र उवङ् आस्थान यदि अत्र न वर्तते भगिनि तनादिगणे, तनादिगणे उवङ् आदेशः न भवति. तदेव अन्तिमवाक्यमासीत् किल, पूर्वतनपरिच्छेदस्य अन्तिमवाक्यं पुनः एकवारं पठतु. तनादिगणे तनादिगणे उवङ् न भवति एव, अतः अयम् अवङ् उवङ् यण् भेदः न वर्तते. तत्र तिङ्गन्तरूपाणि स्वादिगणवत् भवन्ति, परन्तु अजादि अपित्सु उवङ् स्थाने यन् एव भवति. किमर्थं दत्तं भगिनि, अहं न अवगतम्. तत्र उवङ् इदानीं किं वदन्तः स्मः इत्युक्ते संयोगपूर्वस्य विषये, संयोगः अर्नु इति धातुः स्वीकुर्मः, क्षम्यताम्, अङ्गं स्वीकुर्मः चेत् शक्नुः इव अस्ति अर्नु इति. तत्र स्वादिगणवत् अन्यानि रूपाणि तु भवन्ति एव, परन्तु अजादि अपित्सु साधारणतया किं भवति, तत्र शक्नु योगः अन्ति उवङ्गादेशः भवति. अचिष्णु धातु ब्रुवां युवोर् इयङ् उवङ्गौ इति सूत्रेण उवङ्गादेशः भवति. तद् अत्र न भवति, यण् विधीयते सामान्यसूत्रेण, इको यणचि इति सूत्रेण अत्र यण् विधीयते, तावदेव वदन्ति. धन्यवादः. यदा पठामि भगिनि, आम् अत्र समापयतु भगिनि. तनादिगणे यत्र अङ्गम् असंयोगपूर्वम् अस्ति, तनादिगणे यत्र अङ्गम् असंयोगपूर्वम् चिनु इव तत्र तिङ्गन्तरूपाणि स्वादिगणवत् एव भवन्ति, तावदेव, तत्र कोऽपि भेदः नास्ति. यत्र अजादि अपित् आगच्छति तत्र एव किञ्चित् स्वादिगणवत् न भवति, किञ्चित् भेदः भवति. तदापि कुत्र भवति, उवङ् आदेशः वा यण् हूष्णुवोः इत्यनेन यण् आदेशः वा न भवति, अस्माकं सर्वसामान्यसूत्रम् इकोयणचि इत्यस्य एव कार्यं भवति, तावदेव वदन्ति. अन्यत्र समानमेव, यदा स्वादिगणे वयं दृष्टवन्तः समानकार्यमेव अत्रापि भवति. अस्तु भगिनि, पठतु भगिनि. यथा स्वादिगणे तनादिगणे अपि संयोगपूर्व अङ्गानि सामान्यानि शक्नि वा अर्णु गर्णु वर्णु, असंयोगपूर्व अङ्गानि चिनु इव तनु छणु शनु मनु वनु क्षेणु विशेषाणि इति. नाम तनादिगणे ये सामान्यनियमाः सन्ति अर्णु गर्णु वर्णु च तान् नियमान् अनुसृत्य प्रवर्तन्ते. असंयोगपूर्वे अङ्गानि तनु छणु सनु मनु वनु चेणु आधिक्येन तान् नियमान् अनुसृत्य प्रवर्तते एव, किन्तु स्थलाद्वये विशेषाः भवन्ति. भवती वदति अजादि असंयोग अङ्गम् अस्ति चेत्, अपित् पत्यय अस्ति चेत् युवाङ्ग अचिष्णुधातु ब्रुवां न वर्तते, केवलम् एकोयन सन्धि भवति. आम् तावदेव, किमपि अन्यत् विशेषं नास्ति. संयोगपूर्वः अङ्गानि अस्ति चेत् सामान्यानि, यत्र कार्यं विशेषं भवति इत्युक्ते असंयोगपूर्वम् अङ्गम् अस्ति चेदेव कार्यं विशेषं भवति, तावदेव तत्र. परन्तु कार्याणि यदा वयं स्वादिगणे दृष्टवन्तः तादृशमेव अत्र भवन्ति. यदा अहम् उक्तवती अजादि अपित्सु एव किञ्चित् भेदः अस्ति. धन्यवादः भगिनि. विद्या भगिनि, पठामि भगिनि. तद् आधारेण तनादिगणे प्रतिनिधि चतुष्टयं स्वीक्रियताम्. भगिनी अस्ति वा? भगिनी श्रूयते वा? पठतु भगिनी. इदानीं श्रूयते. संयोगपूर्वाङ्गस्य परस्मैपदीधातुः रण्. असंयोगपूर्वाङ्गस्य परस्मैपदीधातुः तन्. संयोगपूर्वाङ्गस्य आत्मनेपदीधातुः रण्. असंयोगपूर्वस्य आत्मनेपदीधातुः तन्. एतान् धातूनां रूपाणि चतुर्षु चतुर्षु सार्धधातुलकारेषु लट् लोट् लङ् विधिलिङ् जानीमः चेत् तर्हि सर्वेषां तनादिगणीयः धातूनां सार्वधातुकलकारः रूपाणि जानीमः एव. कृधातु कृधातुं विहाय एतत् अग्रे पठामि वा भगिनि? एतद् वदतु भगिनि, कथम् अङ्गं जातम् इति. तत्र येषां धातूनां रूपाणि चतुर्षु सार्वधातुकलकारेषु जानीमः चेत् सर्वेषां तनादिगणीयः धातूनां सार्वधातुकलकारः रूपाणि जानीमः एव कृधातुविहाय. तत्र संयोगपूर्व अङ्गस्य परस्मैपदिधातुः ऋण् अस्ति. तादृशमेव तत्र संयोगपूर्वस्य पूर्व अङ्गस्य आत्मनेपदीधातुः अपि तत्र ऋण्. अनन्तरम् असंयोगपूर्वस्य परस्मैपदीधातुः तन्. असंयोगपूर्वस्य आत्मनेपदीधातुः अपि तन्. तत्र किं वक्तव्यं भगिनि? उभयपदी अस्ति धातुः ऋण् इत्यस्य अङ्गं निर्मातु भगिनि एकवारं. कथम् असंयोगपूर्व संयोगपूर्वः इति वदामः? संयोगपूर्वः चेत् तत्र अचिवर्णः मध्ये अस्ति खलु भगिनि? अङ्गं निर्मातु भगिनि, अङ्गनिर्माणं करोतु. ऋण् योगः किं भवति? ऋण् योगः ति. अनन्तरम् अनन्तरं तत्र गुणकार्यम् अस्ति चेत् तत्र ऋणोति इति आगच्छति खलु भगिनि? अङ्गनिर्माणमेव प्रथमं करोतु भगिनि. ऋण्योगः ति. ऋण्योगः ति. न न न ऋण्योगः ति. क्षम्यतां भगिनि, ऋण्योगः ति इत्यस्य अङ्गनिर्माणं कृपया प्रथमम्. ऋण्योगः ति समीचीनम्. इदानीम् अस्माकं विकरणप्रत्ययः आनयतु. पूर्वमेव वयं दृष्टवन्तः संयोगः उ एत तादृशमेव वा भगिनि? ऋण्योगः ऋण्योगः उ ऋण्योगः उ तत्र उपादायं लघु इकः अस्ति. समीचीनम्. अतः किं भवति? अतः ऋण्यो उपादायं लघु इक वर्णः अस्ति चेत् किं भवति? अर्नु. इदानीं संयोगः अस्ति वा? केषां वर्णानां संयोगः अस्ति? रेपनकारयोः संयोगः. एकनिमिषं महोदय. न न न, भवती एव वदतु भगिनि. अङ्गनिर्माणम् इति अहं गतसप्ताहे अपि उक्तवती, अङ्गनिर्माणं बहु मुख्यमस्ति, बेक्बोन् अस्ति. तद् न जानीमः चेत् अग्रे गन्तुं न शक्यते भगिनि. अङ्गनिर्माणं ऋण् योगः उकारः अस्ति तत्र. समीचीनं. तत्र एतत् हलन्तधातुः तत्र उपधायां लघु ईक् वर्णः अस्ति चेत् तत्र अर्नु इति आगच्छति. किमर्थं चेत् तत्र गुणकार्यं भवति. अर् इति आगच्छति. अतः तत्र केन सूत्रेण अर्नु इति केन सूत्रेण अर्नु इति केन सूत्रेण इकः इको एनचि इति आम् आम् आं भगिनि इको एनचि इति सूत्रेण सार्वधातुक आर्वधातुकयोः वा उगन्तलघुपदस्य च तत्र शिन् योगः उ तत्र भगिनि न न भगिनि अस्माकं प्रतिनिधिः ऋण् एव अस्ति किल. ऋण् इत्यस्य गुणकार्यं भवति समीचीनम् उत्तमं गुणकार्यं तु भवति एव. केन सूत्रेण इति मम प्रश्नः. उत्तरमपि तत्र दत्तवन्तः. वदतु भगिनि गुणकार्यं किमर्थम् आदुगुणः आदुगुणः इति सूत्रेण तत्र अर् आगच्छति खलु भगिनि तत्र अर्नु इति इको एनचि इति सूत्रेण गुणकार्यं किल भगिनि मूर्धनिरकार एव अस्ति उपादायां. गुण अकार कुत्र अस्ति? गुणा न भवति किमपि नास्ति. एन्नस्य प्रसक्तिः नास्ति. महोदय प्रक्रिया पूर्णतया प्रक्रिया एकवारं वदतु महोदय. ऋण्योग टिप् अस्ति. इदानीं मध्ये कत्तरिषप् आगच्छति तत् प्रभाद्य ऊप्रत्यय विहितः भवति तनादिकृभ्यः उ इति सूत्रेण. इदानीं ऋण् योग उ योग ति इति इदानीम् अरुणयोग उ इति स्थितिः. इदानीं उपादायां यद्यपि आदौ अस्ति उपादायाम् अस्ति इद उपादायां ऊ प्रत्ययस्य कृते अर्धप्रत्ययस्य कृते उपादायां मृ अस्ति. तस्य गुणः भवति आ इति उरण्परः इति सूत्रेण अर् इति भवति. अर्ण् अर्ण् इति अर्ण् उ अर्णु इति भवति. इदानीं संयोगपूर्वः भवति ऋकारणकार अर्णु इति. धन्यवादः महोदय. बहु अधिकधन्यवादः. अर्ण इति अङ्गं समीचीनं भगिनि. मध्ये शप् न आगच्छति खलु भगिनि? शप् प्रथमं सर्वदा शप् आगच्छति. सर्वदा सामान्यसूत्रम् आम् सर्वदा तद् यत्र कुत्रापि गच्छतु अङ्गकार्यमेव प्रथमं भवति भगिनि. अङ्गकार्यं बहु मुख्यम् अस्ति. अतः अहं वदामि पुनः पुनः तद् अङ्गकार्यस्य विषये किञ्चित् अस्माकं करपत्रात् एव पठतु. अन्य किमपि पुस्तकस्य आवश्यकता एव नास्ति. अस्माकं करपत्रे सर्वं स्पष्टरूपेण दत्तमस्ति. एतादृशसरलरूपेण यत्र कुत्रापि पठतु न भवति. अतः किञ्चित् अहमपि तदपि अस्माकम् अष्टाध्यायीसूत्राणां बलाबलम् इति पाठः अस्ति किल. एतादृशसरलरूपेण यत्र कुत्रापि गच्छतु नास्ति. उदाहरणमपि बहु सम्यक् महोदयेन अत्र प्रदर्शितम्. कुत्रापि गच्छतु भ्रमः एव भवति. सिद्धान्तकौमुदी पुस्तकम् उद्घाटयतु. बहु किमपि अस्ति अन्यत् किमपि, परन्तु भ्रमः एव जातः. एतादृशं सरलरूपेण पाणिनीय अष्टाध्यायी पठनं यत्र कुत्रापि न प्राप्यते एव. अतः अस्माकं करपत्रात् एव फोकस्ड् रूपेण पठति चेत् अङ्गनिर्माणं कथं भवति इति बहु सरलतया ज्ञातुं शक्नुमः. कृपया पठतु भगिनी. अत्र गुणकार्यरूपेण सूत्रं किं भवति पुगन्तलघुपदस्य सार्वधातुकयोः सूत्रद्वयेन गुणः भवति. तत्र आर्ध सार्वधातुक आर्धधातुकयोः अनन्तरं पुगन्तलघुपदस्य च तत्र पुगन्तलघुपदस्य च एतदेव तत्र कार्यं करोति वा गुणकार्येण? अस्तु, किञ्चित् अग्रे सरामः. अतः अर्ण इति अङ्गं वयं साधितवन्तः. अस्तु, राजेन्द्रमहोदय पठति वा? कुत्र भगिनि येषां धातूनां? यथा स्वादिगणे तनादिगणे अपि. यथा स्वादिगणे तनादिगणे अपि सिद्ध तिङ् प्रत्ययाः चतुर्विधाः, हलादि अपित् अजादिपित् अजादिपितः, हलादिपितः अजादिपितः, हलादि अपितः अजादि अपितः च. तर्हि तनादिगणे संयोगपूर्व अङ्ग धातुभिः सह असंयोगपूर्व अङ्ग धातुभिः सह च एषां चतुर्णां प्रत्ययानां योजनेन कीदृशी कार्यं भवति इति मुख्यं. यथा अस्माभिः स्वादिगणे पूर्वं पठितवन्तः, अत्रापि तनादिगणे अपि चतुर्विधाः सिद्धतिङ् प्रत्ययाः सन्ति, हलादि अपित् अजादि अपित् हलादि अपित् अजादि अपित् चत्वारः प्रकाराः सन्ति तत् तिङ्प्रत्ययः. तर्हि तनादिगणे संयोगपूर्व अङ्गम् अङ्गधातुभिः सह असंयोगपूर्व अङ्गधातुभिः सह च एषां चतुर्णां प्रत्ययानां कुत्र कीदृशी कार्यं भवति भवति. अत्र हलादिपितः भवतु अजादिपितः भवतु, हलादि अपित् अजादि अपित् भवतु, तेन आधारेण तत् भिन्नभिन्न कार्याणि भवन्ति. यथा अङ्गं संयोगपूर्वम् अङ्गं भवतु अथवा असंयोगपूर्वम् अङ्गं भवतु, कार्याणि भिद्यते तत्र. सः च येषां चतुर्णां प्रत्ययानां योजनेन कीदृशकार्यं भवति इति मुख्यम्. अग्रे दत्तमस्ति संयोगपूर्व अङ्गानां सर्व क्षम्यतां संयोगपूर्व अङ्गधातूनां कार्यम्. इदानीम् अपि इदानीमेव वयं दृष्टवन्तः संयोगपूर्वं धातु अङ्गमस्ति, अपि च संयोगपूर्वं धातु अङ्गमस्ति. संयोगपूर्वं पूर्वाङ्गधातु यथा अस्ति तत् हलादिपित्सु प्रत्यय अस्ति, तत्र गुणः भवति. हलादिषु किमपि सन्धिकार्यं न अहम् हलादिगुणः तत् किमपि कार्यं न भवति. यथा हलादि पित्सु प्रत्यय आगच्छति, अत्र हलादिषु किमपि सन्धिकार्यं न अहं सन्धिकार्यं न अहम् अत्र गुणः भवति. यथा अर्णुयोगति अत्र ति प्रत्ययः तिप् अस्ति, तत्कारणात् तत्र गुणस्य प्रसक्तिः अस्ति. तत्र सार्धार्धकयोः सूत्रेण तत् अर्णोति अर्णोति भवति, उकारस्य ओकारः भूत्वा तत् अर्णोति भवति. अजादिपित्सु गुणः तदा अवादेशः यः अर्णु यथा अस्ति अर्णुयोग आणि आणि अजादि पित् प्रत्ययः अस्ति, अत्र अर्णो योग आणि अत्र अपि गुणकार्यं भवति. सार्धधातुकयोः सूत्रेण अर्णो भूत्वा तत् आणि आगच्छति. तत्र तत्र अप्रत्ययः अत्र सन्धिकार्यं भूत्वा तत्र ओ योग ओकारः अपि च अकारः अस्ति, तत् अव आदेशः भवति भवति अर्णवाणी अर्णवाणी रूपं निष्पद्यते. तत् तत्र हलादि अपित् तत् हलादि अपित् अपित् अस्ति, तत्कारणात् तत् किन्नति च सूत्रेण गुणनिषेधः अस्ति, किमपि कार्यं न अस्ति. अर्णुयोगतः अर्णुतः एव भवति, तः अपित् प्रत्ययः अस्ति, तत्कारणात् तत् कोऽपि अपित् प्रत्ययः अस्ति, तत्कारणात् किन्नति च सूत्रेण गुणनिषेधः अस्ति, तत्र कोऽपि कार्यं नास्ति. अजादि अपित्सु इको यन् च इत्यनेन यन् यन् आदेशः यन् आदेशः अर्णु योग अन्ति अर्णवन्ति, अत उकार अकारः अस्ति, तत् वकारः इको यन् च सूत्रेण तत् अवकारः यन् प्रत्याहारस्त अन्तर्भूतवर्णः वकारः आगच्छति. अर्ण योग अन्ति अर्णवन्ति, तत् रूपं निष्पद्यते. समीचीनं, तत्र एव भेदः. यदा स्वादिगणे पश्यामः चेत् तत्र उवङ्ग आदेशः भवति स्म, परन्तु अत्र तद् नास्ति. इको एणचि अस्माकं सर्वसामान्यसूत्रस्य एव कार्यम्. अग्रे अपि पठतु महोदय. संशय भगिनि, अर्णयोः तत्र अर्णोति इति सार्वधातुक अर्धधातुकयोः इत्यनेन एव तत्र गुणकार्यं भवति वा, पुगन्तलघुपदस्य न वा? पुगन्तलघुपदस्य कदा कार्यं करोति भगिनि? लघु इकवर्णः अस्ति चेत् कुत्र लघु इगन्त इगन्त अङ्गम् अस्ति, अत्र उकारः अन्ते अस्ति अङ्गस्य अन्ते, तत् कारणात् तत् उद्दायां नास्ति, तत् कारणात् पुगन्तलघुपदस्य प्रसक्तिः नास्ति. सार्वधातुकार्धधातुकयोस्य सूत्रस्य प्रसक्तिः अस्ति गुणकार्यस्य. समीचीनम्. अस्तु भगिनि. उपादायां भवेत् लघु इक्वर्णः, पुगन्तलघुपदस्य च इत्यस्य प्रसक्तिः तदा एव भवति यदा उपादायां लघु इक्वर्णः अस्ति. अत्र उपादायां लघु इक्वर्णः नास्ति, अन्ते एव अस्ति किल, अतः सार्वधातुक अर्धधातुकयोः. भगिनि एकवारं मम किञ्चित् भ्रमः अस्ति, अर्णो योग अन्ति अचिष्णु धातु ब्रुवामिति तस्य प्रसक्तिः किमर्थं न भवति इति अत्र अत्र दत्तमस्ति, अत्र एव दत्तमस्ति प्रायः. आम् अस्ति एव. अस्तु अस्तु. आम् महोदय, राजामि. स्वादिगणे अत्र इको यञ्चि इति सामान्यं यन् यन् विधायकसूत्रं प्रपाद्य सार्वधातुक आर्धधातुकयोः इत्यनेन गुणप्रसक्तिः, तदा एकवारं यदा गुणनिषेधो भवति किन्नति च तत्पश्चात् अचिष्णु धातु ब्रह्मयोर् इवङ् वङ्ग इत्यनेन वङ् आदेशः भवति. यथा शक्नुयोग अन्ति, अत्र उकारस्थाने वङ् आदेशः भवति, शक्नुयोग उ योग अन्ति शक्नुवन्ति. परन्तु अस्मिन् सूत्रे शृणु प्रत्ययः उक्तं, न तु उकारः उकारः, अतः अस्य सूत्रस्य प्रसक्तिः तनादिगणे नास्ति. तर्हि तनादिगणे अजादि अपि तु यथा सामान्यं यन् आदेशः एव भवति, उ योग अ यन् आदेशः बकारः, तत्र अर्णुयोग अन्ति अर्णवन्ति, तत्र रूपं निष्पन्नं भवति. भगिनि अत्र अचिष्णु धातु ब्रुवामि इति अस्ति, अचि ओके अचि इति सप्तमी अस्ति, स्नु इति स्नु इति तत्र भवति, धातु अस्ति खलु, धातु ब्रू धातु उकारान्त उकारान्त इकारान्त धातुरूपी अङ्गं धातुरूपी, अतः कोऽपि अन्य विकरणप्रत्ययः न भवेत् वा? अर्णु इति धातुरूपी अङ्गं नास्ति इति वा? इति धातु अस्ति, धातुरूपी अङ्गं नास्ति वा अत्र? यदा ऋण् इति स्वीकुर्मः तत्र ऋण् इति यदा तदेव धातुरूपी अङ्गं ऋण्. ओ अस्तु अस्तु अस्तु. अत्र इदानीं विकरणप्रत्ययः योजयित्वा अङ्गं निष्पन्नं किल, तदानीं तस्य धातुसंज्ञा अपगच्छति. धातुसंज्ञा अपि भवेत्, धातुसंज्ञा एव भवेत्, धातुसंज्ञा एव भवेत्, कोऽपि अन्य प्रत्ययः न भवेत्. अतः एव तस्य कार्यं न भवति. यदा स्नु प्रत्ययः इति वदामः तत्र तु प्रत्ययः श्नु भवेत्, उकारः इति नास्ति किल, तत्र किमपि नास्ति, तत्र नास्ति, तावदेव. अस्तु, अग्रे अपि पठतु महोदय. राजेन्द्रमहोदय असंयोगपूर्व अङ्गधातूनां कार्यं केवलं स्थलद्वये विद्यते, स्थलद्वयम् अपि अपित्सु एव, पित्सु न कोऽपि भेदः. अधः सम्यक्तया तोलयन्तु. असंयोगपूर्वं यथा धातुः अस्ति, यथा तन् धातुः अस्ति, तत् केवलं स्थलद्वये एव विद्यते, अपित्सु कोऽपि भेदः न, अपित्सु एव भवति, पित्सु कोऽपि भेदः तत्र न अस्ति, यथा अस्मयोः पूर्वधातुः अस्ति. अधः सम्यक्तया तोलयन्तु. अस्मयोः पूर्व अङ्गधातूनां कार्यं हलादिपित्सु गुणः तनुयोगति तनोति. अत्र गुणः भवति, यथा तिप् अस्ति तत्कारणात् तद् तनोति. अजादिपित्सु गुणः तथा तदा अव आदेशः तनुयोग आनि तनुयोग आनि तन् तन् अव तन् योग अवयोग आनि तन् तन् वाणि. अत्र उकारः अकारः मिलित्वा तत् एचोयवायः अव आदेशः भवति तन् वाणि. हलादि अपित्सु किन्नति च त्रिसूत्रेण तद् गुणनिषेधः भवति तनुयोगतः तनुतः. अत्र कोऽपि कार्यं न अस्ति. स्थलद्वये अपवादभूतकार्यं भवति. एकं तु अस्ति लोटि मध्यमपुरुषे एकवचने लोटि योग हि लोटि हि लोपः तनुयोग हि तनु एव अवशिष्यते. अपि च वकारे मकारे परे उकारस्य वा लोपः. अत्र विकल्पेन उकार तनु यथा अङ्गम् अस्ति तत्र तत् उकारस्य एकस्मिन् पक्षे उकारस्य लोपः भवति, अन्यस्मिन् पक्षे तथैव तिष्ठति. वकारमकार प्रत्यय यथा परे परे अस्ति अस्ति यथा तनुयोगो वः तन्वः अपि च तनुवः अप्रस्मिन् पक्षे. अजादिपित्सु क्षम्यताम् अजादि अपित्सु इको यञ्चि इत्यनेन यन् आदेश तनुयोग अन्ति तन्वन्ति. तत् यथा अस्माभिः पूर्वं पठितं तत्र अरिणो धातुकृते अत्रापि कोयणचि इत्यस्य एव प्रसक्तिः. आम् आं भगिनि. तन्वः तनुवः तत्र लोपः च अन्यतरस्यां वोः एतत् कार्यं करोति खलु भगिनि? आम् आं तदेव दत्तमस्ति किल वकारे मकारे परे उकारस्य वा लोपः इति तदेव. धन्यवादः. अस्तु आम् महोदय तद् स्टार् अपि समापयतु महोदय. स्वादिगणे यदा स्वादिगणे यथा उपरि उक्तं हलन्तधातुषु शक् इव अचिष्णु धातु ब्रह्म यवर् इव ओङ्गौ इत्यनि यन् प्रभाति ओङ् अतः अजन्तधातुषु चि इव यन् आदेशस्य साधनार्थं तस्य सूत्रस्य अपवादभूतसूत्रम् अपेक्षितं हूष्णुः सार्वधातुके इति. परन्तु तनादिगणे यत् यथा उपरि अचिष्णु धातु ब्रह्म यवोर् इङ् ङो इत्यस्य प्रसक्तिः न आसीत् तर्हि अत्र अस्वयोगपूर्व अङ्गधातूनां कृते यन् आदेशस्य साधनार्थम् अपवादभूतसूत्रस्य आवश्यकता अपि नास्ति. अतः अत्र सामान्यसूत्रम् इको यञ्जि इत्येव कार्यं करोति. अस्तु स्वादिगणे यथा वयं दृष्टवन्तः तत् अचिष्णु धातु ब्रह्म यवोर् इवं ओङ्गो तत्र तं प्रभाति यन् प्रभाति तत् ओङ् आदेशः भवति उकारस्य स्थाने तत्र भवति. तस्य यन् तत् साधनार्थं तस्य सूत्रस्य अपादभूतसूत्रम् अस्ति हूष्णुः सार्व धातुके. परन्तु तदानीगणे यतः उपरि अचिष्णु धातु ब्रह्म युवर् इवं ओङ्गो इत्यस्य प्रसक्तिः न अस्ति तर्हि अत्र संयोगपूर्वधातूनां कृते अत्र हूष्णुः धातु हूष्णुः सार्वधातुके तत् सूत्रस्य अपि कार्यं न भवति. यन् आदेशस्य साधनार्थम् अत्र अपादभूतसूत्रं यः हूष्णुः सार्वधातुक अपादभूतसूत्रम् अस्ति तस्य आवश्यकता न अस्ति. अत्र सामान्यसूत्रम् इको यनजि इत्यनेन यन् आदेशः भवति यथा अस्माभिः पूर्वं दृष्टम्. तदेव तत्र अचिष्णु धातु ब्रुवाम् एव न विधीयते, अतः तस्य अपवादभूतसूत्रस्य अपि आवश्यकता नास्ति. एकोयणचि इत्यस्य इत्यनेन एव वयं कार्यं साधितुं शक्नुमः किल, अतः तस्य कोऽपि आवश्यकता नास्ति इति कृत्वा तद् न विधीयते. हूष्णुवोः सार्वधातुके अपि न विधीयते, अचिष्णु धातु ब्रुवामपि न विधीयते तनादिगणे. इति. तत्र अस्माकं गृहपाठः अस्मिन् सप्ताहस्य भवति संयोगपूर्व अङ्गमस्ति ऋण, क्षम्यतां, धातुः अस्ति ऋण् तन्, अनन्तरं तदेव अस्माकं प्रतिनिधिरूपेण अस्ति किल धातुचतुष्टयं, तस्य प्रक्रिया साधयन्तु, रूपं न प्रक्रिया, पूर्णतया सूत्रेण सह प्रक्रिया एकवारं गृहपाठरूपेण साधयति चेत् साधयन्ति चेत् अग्रे गन्तुं सुलभं भवति. यदा गृहे एव कुर्वन्ति चेत् तत्र सूत्रं किं सूत्रम् आगच्छति, केन बाधितं भवति, वयं तु बलाबलचिन्तनं कृतवन्तः, अतः तादृशं चिन्तनं गृहे कुर्वन्ति चेत् काम् मैण्ड् इति वदामः किल, तत्र परिशीलनं कर्तुं शक्नुमः. वर्गे वयम् अवश्यं चर्चयामः. तत्तु एत एषः पाठः बहु लघु अस्ति, अतः प्रायः अग्रिमसप्ताहे समापयामः इति चिन्तयामि. अस्तु, धन्यवादः. धन्यवादः. धन्यवादः.